पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 203 देवल उवाच अधोषसि नराधीशपूजितां कुसुमादिभिः महिष्यानन्दिनीं धेनुं नीत्वारण्यं जगामसः गच्छन्तीमनुदां देवीं चायेव नृपतिर्ययौ खादन्ती मनुषष्पादि सोऽपि मूलाद्यभक्षयद तरुच्छायामुपासीनामनु सोऽप्युपविष्टवान् पिबन्दीमनुपानीयं राजापि सलिलं पपौ स ज राजा मृदुग्रासैर्दंशा पनयनेन च कण्डूयनै कामधेनुं गुरोरेवमसेवता अध प्रत्याश्रमं सायं न्यवर्तन्तमहीपदे अङ्गं पवित्रयन्ती सा कुरोद्धूतैरजक्कणैः अधोभारेण गुरुणा गच्छन्ती मन्धरं बभौ महीपालमहत्कार्य भाराक्रान्देव नन्दिनी तां मुनेराश्रमाभ्यासे राज्ञी प्रत्युच्चगामः चन्दनाक्षत नैवेद्यधूपादीनुपनीय च तां पूजयित्वा विधिवत् प्रणम्य च पुनः पुनः कृत्वा प्रदक्षिणं राज्ञी तस्थौ प्राञ्जलिरग्रदः सा गृहीत्वा च तां पूजां विहितां श्रद्धया तया राज्ञा निश्चलमास्ताय ययौ ताभ्यां सहाश्रमम् आराधयदि तामेवं दिलीपेदु दृढव्रते एकाधिका व्यदीयाय दिनानां वैश्य विंशतिः अध भूमिपदेष्टस्य भावजिज्ञासया तु सा विवेश निर्भयस्वान्ता सशष्पां हिमवद्गुहां पश्यदा हिमवत्सानु शोभामथ महीभृदा अलक्षिदा गमसिंहो बलाजग्राहनन्दिनीं सा चक्रन्दभृशं धेनुर्दुःखितेव दयास्वना चित्ते धनुर्भृतस्तस्य जनयन्ती दयोदयं तदा क्रन्दितमाकर्ण्य तस्या स जगदीपतिः हिमवत्सानु संलग्नान् निजदृष्टिं न्यवर्तयत् उपरि उपरि तां धेनुं स्रवदश्रुमुखीं नृपः तीक्ष्णदंष्ट्रनखं सिंहं दृष्ट्वा सव्यधिदोऽभवत् गृहीतां तेन सिंहेन तामालक्ष्य धनुर्धरः निशङ्गात् बाणमुद्धर्तुं प्राहिणोद्दक्षिणं भुजं बाणमुद्धृत्य तूणीरान्निहन्तुं तं मृगाधिपं गुणेना पूर्णमायोज्य चकर्ष वसुधाधिपः जडीभूतसमस्ताङ्गस्तत्सिंहालोकनेन सह नाशकबाणमुसृष्टुं राजासीद्विस्मितस्ततः तादृशं नृपमालक्ष्य जगादशमृगाधिपः नरवाचाभृशं भूयो विस्मयं प्रापयन्निदं सिंह उवाच दिलीपं त्वामहं राजन् जानामि रविवंशजं त्वं च जानीहि मां शम्भोर्गणं कुम्भोदराभिधम् देवदारुरयं यस्थे वर्तते दृष्टगोचरे पार्वत्या पुत्रवद्वीर पालितस्निग्धचित्तया एकदामुष्यवन्येन गजेनाकर्षदाकटम् उदपाडिमहाराज वल्कलं मृदुलं भृश्यं येनं तादृशमालक्ष्य मृडानी करुणान्विदा मामत्र स्थापयामास सिंहं कृत्वास्य रक्षणे ममाह चेदि सा देवी कुम्भोदरनिशम्यतां योऽत्र जन्तुः समागच्छेत्तं खादेस्त्वं वसन्निह ततः प्रभृति राजेन्द्र तदाज्ञां पालयन्नहं पालितां त्रिदशैः सर्वैः कन्दरेऽत्र वसाम्यहम् जडीभावे स्वदेहस्य त्वया कार्यो न विस्मयः महदी शाम्भवी माया वर्ततेऽत्र हिमाचले अन्यस्मिन्निव सिंहे त्वं प्रहर्तुं न मयि क्षमः यतो मत्पृष्ठमारुह्य वृषमारोहदि प्रभुः निवर्तस्वनिजं देहं रक्ष सर्वार्थसाधनं दैवेनासादिदा वीर गौरीयं भक्षणाय मे देवल उवाच इत्याकर्ण्यवचस्तस्य वीरसम्बोधनान्विदं प्रत्युवाच दिलीपस्थं स जडीभूतविग्रहः राजोवाच सर्गस्थितिविसर्गाणां कारणं जगदशिवम् अम्बिकां जगदम्बां च नमामि मृगराजतौ त्वं च तत्सेवकत्वेन मान्यो मम मृगाधिप ब्रवीमि यदहं वाक्यं श्रुत्वा शाधि करोमि किं वसिष्ठो ब्रह्मणपुत्रो गुरुर्नो विदितस्तव तस्येयं नन्दिनी नाम धेनुसर्वार्थ साधिका सन्तानोत्पत्तये तेन दत्ताराधयितुं मम येयमाराधिता सम्यक् दिनानि कतिचिन्मया लघुतर्णकमाधेयं धृता ते गिरिकन्दरे शुम्भुभृत्यात् बलात्त्वत्तो शक्रामोचयितुं मया अहं तस्य मुनेरग्रे गच्छाम्येनामृते कथं कामधेनोस्तु दौहित्री जगत्सेव्या यशस्विनी अनया सदृशी नान्या गौर्यया तोषयामितं तस्माद्विमुच्य गामेनामग्र्यां गुरु निजाशनं ददामि देहमात्मीयमपकीर्तिमरीमसं एवं न धर्महानि स्यादृशेस्तव दुभोजनं गवार्थे त्यजदः प्राणान् ममापि गतिरुत्तमा देवल उवाच एवमाकर्ण्य सिंहेन कृते मौने विशाम्पदे तदग्रे वाङ्मुखो राजा न्यपदद्धर्मकोविदः तस्य प्रदीक्षमाणस्य सिंहपादं सुदुःसहं पपातोपरि पुष्पाणां वृष्टिर्मुक्ता सुरेश्वरैः पुत्रोत्तिष्ठेदिवजनं श्रुत्वा राजा स उद्धितः जननीमिव तां धेनुं ददर्शन मृगाधिपं तं विस्मितमुवाचेदं नन्दिनी नृपसत्तमं नन्दिन्युवाच मायया सिंहरूपिण्या त्वं मयासि परीक्षितः मुनिप्रभावान् मां राजन् गृहीतुं न क्षमोऽन्तकः मनसापि कुतोऽन्येषां यद्ग्रहे शक्तिरङ्गिनां स्वशरीरस्य दानेन त्वं मां रक्षितुमुद्यतः अधस्तेऽहं प्रसन्नामि वृणीष्व वरमीप्सितं राजोवाच न गुप्तं लेखिनामन्तर्वर्तिवृत्तं भवादृश्यम् अदो जननि जानासि वाञ्छितं मम देहि तद् मगधेशसुताया मे वंशकर्तारमात्मजं प्रयच्छ किञ्चित् स्वच्छानां नासाध्यं हि भवादृशाम् इत्युक्त्वाञ्जलिमाधाय तत्पुरस्तस्ति वान् नृपः तूष्णीं तदुत्तरापेक्षी तत्पुरो बद्धलोचनः देवल उवाच निशम्यदि वचस्तस्य भूपतेरिदमब्रवीत् नन्दिनी पितृदेवर्षि नरभूतार्थसाधिका नन्दिन्युवाच पुत्रपत्रपुडे दुग्ध्वा पयो मम पिपेप्सितम् आश्रमे गुरुणा ज्ञप्तः पुनः पास्यसि शेषितं भविता वंशकर्ता ते सुदशस्त्रास्त्रतत्त्वविद देवल उवाच इत्युक्तः सौरभेय्या तामुवाच विनयेन सह दिलीप उवाच मादस्तवैव पास्यामि शेषं सर्वक्रियाविधेः तृप्तोऽहं मादरासाद्यमिष्टं ते वचनामृतं नान्यदिच्छामि सारङ्गकादम्बिन्या यथा जलं तव शुश्रूषणान्मादरभवं सकलोद्भवः समस्तजनपूज्याय विद्याय इव मूढधीः तव मादामही दत्तशापो प्यासीद्वरो मम तमृदे पुत्रलाभो मे कुतस्तव च दर्शनं वरायैव तथाप्यम्ब समाराध्या भवादृशः न हि कश्चिद्विषाकाङ्क्षी महादेवात्रिवर्गदाद देवल उवाच श्रुत्वेदि तद्वजः साघौ प्रसन्ना साधु साध्विति आभाष्य हि महादर्प ययौ तेन सहाश्रमं पूर्वेद्युरिव तत्रापि पूजिता राजभार्यया प्रसन्ना सा बभौ धेनुः कार्य सिद्धिरिवाङ्गभाक् मुखं प्रसन्नमालक्ष्य मृगाक्षी सा क्षिदीशिदुः अज्ञासीत् तं निजं कार्यं सिद्धं यत्नस्तु यत्कृते अथ तौ दम्पती धेन्वा विधिवद्विहितार्चया तया सह गुरोरग्रे कृतकृत्यस्य जग्मधुः निरीक्ष्य तौ मुनिवरः प्रसन्नमुखपङ्कजौ अदीन्द्रियज्ञाननिधिप्रोवाचेदं प्रहर्षयन् वसिष्ठ उवाच राजन् जानामि गौरेषा प्रसन्ना वामभूत् किल अपूर्वा युवयोरद्य मुखकान्तिर्हि लक्ष्यते सुरभिः सुरशाखी च विश्रुतौ कामपूरिणौ तदपत्यं समाराध्य सिद्धोऽधस्यात् किमद्भुतं यो ददाति निखिलं मनोरथं कीर्तितेयमनकापि दूरतः श्रद्धया निकट एव सेविता किं पुनः सुरतरङ्गिणीव सा ज्ञानदो विदिदमद्भुतं मया त्वत्कृतं यदनया परीक्षणं भूपदे त्वमपि धर्ममात्मनो रक्षसि स्म च यथा च तत् त्वय्यसौ मम मनोनुकूलतां भावमात्मनि विबुध्यते तथा तुष्यति स्म कमला यथा हरेः पार्वतीव गिरीशस्य सज्जते रात्रिरत्र सहाभार्य यानया धेनुपूजनपरेण नीयतां भूपभव्यभवदा गमिष्यते स्वसमाप्तविधिना निजाम्बुरीम् देवल उवाच वैश्यव्यं धेनुमाराध्य सभार्य प्राप्तवाञ्छितः प्राक्तर्युक्तरथप्राप्य गुरोरज्ञा मगाद्गृहं कतिचिद्वासरैस्तस्य दिलीपस्य भवद्रघुः यस्य नाम्ना रघुर्वंशः पृथिव्यां विश्रुतो भवद यः पठिष्यति भूपस्य दिलीपस्य कथामिमां धनं धान्यं सुतं वैश्य लप्स्यते स पुमानिह शरभवरसुताप्तये स्वबुद्ध्या सममनया परितोषया सुगौरीं त्वमपि कुलधूरं गणान्वितं सा सुतमनखं खलु दास्यते च तुभ्यं शिवशर्मोवाच मुनिरिचरितं दिलीपराज्ञो ललिततरं शरभाय पुण्यमुक्त्वा अभिमदगदमात्मनः प्रभेदे विधिमुपदिश्य च पूज जनेऽम्बिकायाः इति श्री पात्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये त्र्यधिकद्विशततमोऽध्यायः ॐ